पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 54 श्रीभगवानुवाच अद्रोहकस्य चाख्यादो महिमा लोकदुःसहः एकतल्पगदां वा मां क्षां त्वा सर्वजितो भवत ज्ञानिनामपि दुःसाध्यं मुनीनां ब्रह्मचारिणां सुरासुरमनुष्याणां विषमं तत्समं गदः स्वभावाद्विषमं कामं जेतुं कः पुरुषः क्षमः अद्रोहकमृते विप्र स एव भवचित्पुमान् अहल्याहरणादेव सुरेशस्य भगाङ्कदा पुनर्देव्या प्रसादा च सहस्राक्षेदि विश्रुतः विदिदं सर्वलोके च त्रैलोक्ये सचराचरे द्विज उवाच कथं च देवदेवस्य अहल्याहरणं प्रभो भगाकत्वं च सम्प्राप सहस्राक्षसुराधिपः न गां कोऽपि भगाङ्कत्वं सम्प्राप्तः सुरराट् कथं दुःश्रुतं सुरकैवल्यं श्रोतुमिच्छामि तत्त्वतः श्रीभगवानुवाच पुरा स्वान्तोद्भवां कन्यां लोकेशश्च महामनः गौतमाय ददौ धाता लोकपालाग्रदो मुदा ततस्तु लोकपालानां मन्मथाविष्टचेतसां शचीपतेस्तु सम्मोहो हृदि शल्य इव स्थितः लोकपालानधिक्रम्य सुवेषा वरवर्णिनी द्विजाय रत्नभूदैषा दत्ता किं वा करोम्यहम् इति संचिन्त्य तस्यास्तु वर्तमाने च यौवने पुनश्च मायया दृष्टं रूपं तस्याः सुशोभनं पुनश्चिन्तयमानोऽसौ गौतमाध्यासनं गतः पश्चात्तु तस्य गमनाद्यद्वृत्तं तच्छृणुष्व मे एकदा गौतमस्नातुं गतोऽसौ पुष्करं प्रति साध्वी च गृहशौचे च गृहवस्तुनि तत्परा प्रवृत्ता देववास्तूनां बलिकर्तुं च तत्परा इन्धनं वह्निकार्यं च नित्यकर्मानुसञ्चयं यदस्मिन्नन्तरे शक्रो मुनेस्तस्य महात्मनः रूपमास्ताय गात्रेण प्रविवेशोडजं मुदा पतिव्रता पदिं दृष्ट्वा श्रद्धया परया सती देवस्थाने च वस्तूनां संचयं कर्तुमुद्यदा ततस्तामब्रवीदार्थो मुनिवेषधरो हरिः प्रद्युम्नवशगो वा मे देहि मे चुम्बनादिकं यदस्मिन्नन्तरे सा चत्रपायुक्ता ब्रवीद्वजः देवकार्यादिकं त्यक्त्वा वक्तुं नार्हसि मे प्रभो सर्वं जानासि धर्मज्ञपुण्यानां निश्चयं मुने अयमर्थो हि वेलायामधुनैव न युज्यते ततस्तां चारु सर्वाङ्गीं दृष्ट्वा मन्मथपीडितः अलं प्रियेण वक्तव्यं हृच्छयो मे प्रजायते कर्तव्यं चाप्यकर्तव्यं पत्युर्वचनः सम्मतम् करोति सततं याच सा च नारी पतिव्रता लङ्घयेद्या च तस्याज्ञां सुरते च विशेषतः पुण्यं तस्या भवेन्नष्टं दुर्गतिं चाधिगच्छति सा ब्रवीद्देववस्तूनि सन्धि देवार्थदो मुने नित्यकर्माणि चान्यानि किं वा तेषु विपर्ययः स चोवाच सदीं तत्र देह्यालिङ्गादिकं मम मनसा भयमुत्सृज्य मया दत्तानि तानि च इत्युक्त्वा तां परिष्वज्य कृतस्तेन मनोरथः एतस्मिन्नन्तरे विप्र मुनेर्हृद्या सकल्मषं ततो ध्यानं समारभ्य जानाद्वृत्तं शचीपतेः तूर्णमेव द्वारदेशे गत्वा च समुपस्थितः शक्रो मुनिं तु संलक्ष्य चौदुदेहं विवेशः गच्छदः पृषदंशस्य पद्धतौ प्रचचालः मुनिस्तत्रावदत्तं वै कस्त्वं मार्जाररूपधृत भयातस्य मुनेरग्रे शक्रः प्राञ्जलिराश्रितः मखवन्तं पुरो दृष्ट्वा चुकोपमुनिपुङ्गवः यत्त्वया चेदृश्यं कर्मभागार्थं चलसाहसं कृतं तस्मात्तवाङ्गेषु सहस्रभगमुत्तमम् भवद्विहदु पापिष्टलिङ्गं ते निपतिष्यति गच्छ मे पुरदो मूढ सुरस्थानं दिवौकसः पश्यन्ति मुनिशार्दूला नरा सिद्धाः सहोरगाः यवमुक्त्वा मुनिश्रेष्ठो रुदन्तीं तां पतिव्रतां पप्रच्छ किमिदानीं ते कर्म दारुणमागतम् युत्युक्त्वा वेपमाना सा भेदा पदिमुवाचः अज्ञानाद्यत्कृतं कर्म क्षन्तुमर्हसि वै प्रभो मुनिरुवाच परेणाभिगतासि त्वममेध्या पापचारिणी अस्ति चर्म समाविष्टा निर्मांसा नखवर्जिता चिरं स्थास्यसि चैकापि त्वां पश्यन्तु जनास्त्रियः दुःखिता तमुवाचेदं शापस्यान्तो विधीयताम् इत्युक्ते करुणाविष्टो मन्युनापि परिप्लुदः जगाद गौतमो वाक्यं रामो दाशरथिर्यदा वनमभ्यागतो विष्णुसीता लक्ष्मणसंयुधः दृष्ट्वा त्वं दुःखितां शुष्कां निर्देहां पथि संस्थितां गदिष्यति च वैरामो वसिष्ठस्याग्रदो हसन् किमियं शुष्करूपा च प्रतिमास्ति मयीशव न दृष्टं मे पुरा ब्रह्मन् रूपं लोकविपर्ययं ततो रामं महाभागं विष्णुं मानुषविग्रहं यद्वृत्तमासीत् पूर्वं तद्वसिष्ठ कथयिष्यति वसिष्ठवचनं श्रुत्वा रामो वक्ष्यति धर्मविद अस्या दोषो न चैवास्ति दोषोऽयं पाक शासने एवमुक्ते दुरामेण त्यक्त्वा रूपं जुगुप्सितं दिव्यं रूपं समास्ताय मद्गृहं चागमिष्यसि सप्त्वादु गौतमस्तां हि तपस्तप्तुं गदो वनं तदोऽत्यन्तं शुष्करूपा तथैव पथि संस्थिता रामस्य वचनादेव गौतमं पुनरागदा गौतमोऽपि तया सार्धमद्यैवं दिवि तिष्ठति इन्द्रोऽपि त्रपया युक्तस्थिताश्चान्तर्जले चिरं स्थित्वा चान्तर्जले देवी मस्तौ दिन्द्राक्षि संज्ञिताम् सुप्रसन्ना ततो देवी स्तोत्रेण परितोषिता गत्वोवाच ततः सा च वरोऽस्मत्तो विगृह्यताम् ततो देवीमुवाचेदं शक्रः परपुरञ्जयः त्वत्प्रसादाच्च मे देवि वैरूप्यं मुनिशापजम् संत्यज्य देवराज्यं च लब्ध्वाहं तु पुरा यथा तमुवाच ततो देवी पापं तं मुनिशापजम् किन्तु बुद्धिं सृजाम्यद्य येन लोकैर्न लक्ष्यते योनिमध्यगतं दृष्टिसहस्रं ते भविष्यति सहस्राक्ष इति ख्यातसुरराज्यं करिष्यसि मे शाण्डं तव शिष्णं च भविष्यति च मध्वराद इत्युक्त्वा सा जगन्मादा तत्रैवान्तरधीयत शक्रो देववरैः पूज्यो ह्यद्यापि दिवि वर्तते इन्द्रस्यैता दृशी कामादवस्था द्विजसत्तमा इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे अहल्याहरणं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॐ